नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे अष्टाध्याय्यां सूत्राणां बलाबलम् इत्यस्मिन् पाठे अन्तरङ्गम् इति विषयः अनुवर्तते. अन्तरङ्गं बहुविधम् इति जानीमः. तत्र अस्मिन् पाठे तु प्रकारद्वयमेव वयम् अस्माभिः पठ्यते. तत्र नित्यादपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति दृष्टवन्तः. नित्यसूत्रात् अपि अन्तरङ्गसूत्रं वा अन्तरङ्गशास्त्रं वा बलीयः इति. किमर्थम् इत्युक्ते अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इत्य असिद्धत्वमेव नास्ति. बहिरङ्गशास्त्रस्य असिद्धम् इति कारणेन अन्तरङ्गशास्त्रमेव बलवत् इति दृष्टवन्तः. तत्र एकं लक्षणम् अन्तरङ्गबहिरङ्गयोः लक्षणं किम् इति दृष्टवन्तः. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्, एवं तद् तदीयनिमित्तसमुदायात् बहिर्भूतम् अङ्गं बहिरङ्गम् इति दृष्टवन्तः. सर्वत्र शास्त्रम् इत्युक्ते सूत्रम्, अङ्गम् इत्युक्ते निमित्तम् इति सूचयति. अतः तत्र अपि वयम् एतद् दृष्टवन्तः. तत्र पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति बहुविधम् इत्यस्य प्रकारद्वयम् इति उक्तवती. तत्र एकः प्रकारः अस्ति पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति. तत्र यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं भवति तदेव पूर्व उपस्थितं, तदेव अन्तरङ्गं भवति इति. तत्र अस्माकम् उदाहरणमासीत् सुव्योगः न इति. स्योन इति शब्दः उत्पन्नः कथम् इति पश्यामः चेत् तत्र सिव्योगः न इति स्थितौ, न इति आर्धधातुकप्रत्ययः अस्ति. तत्र सूत्रत्रयस्य प्रसक्तिः इति दृष्टवन्तः. लोपो व्योर्वलि श्वोः शूडनुनासिके च पुगन्तलघुपदस्य च इति. तत्र वयं सूत्रत्रयं यत्र त्रयाणां सूत्राणां प्रसक्तिः अस्ति, कस्य सूत्रस्य कार्यं भवति, कस्य प्राप्तिः इति चिन्तयामः चेत् प्रथमं लोपो व्योर्वलि श्वोः शूडनुनासिके च तयोः मध्ये कस्य सूत्रस्य बलम् इति चिन्तितवन्तः. अनन्तरं पुगन्तलघुपदस्य च इत्यस्य विषये अपि चर्चितवन्तः. तत्र विजयाभगिनी वदति वा लोपो व्योर्वली श्वोः शूडनुनासिके च तत्र चिन्तनं किम् इति. आं भगिनि, लोपो व्योर्वलि इति सूत्रं वल् प्रति वल् अष्ट षष्ठ अध्याये प्रथमपादे एकोनविंशतिः इति सूत्रतमं तत्र किं षष्ठीः इति सूत्रं किम् उक्तं चेत् तत्र वल् प्रत्यहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपः भवति. व च य च व्यौ न सूत्रं पूर्ण एकनिमिषं भगिनि, सूत्रं पूर्णतया न पठनीयम्. अत्र सिव्योगः न इति स्थितौ लोपो व्योर्वलि कार्यं करोति वा श्वोः शूडनुनासिके कार्यं करोति वा किमर्थम् इति प्रश्नः. पठितवन्तः किल पूर्वमेव सूत्राणां विषये. लोपो व्योर्वलि एव तत्र कार्यं भवति. किमर्थं चेत् तत्र एतत् पूर्वत्र सिद्धं भवति सूत्रम्. अनन्तरं पुहुन्द अच्छोः एतत् चतुर्थपादे अस्ति. छोः शूडानुस् अनुनासिके इति सूत्रं परसूत्रमस्ति. लोपो व्योर्वलि इति सूत्रं परन्तु तत्र एतदेव कार्यं करोति. पुहन्तलघुपदस्य इति स्वीकुर्मः चेत् अपि तत्र लोपो व्योर्वलि इति सूत्रं तत्र अपवादं भवति इति अहं मन्ये भगिनि. लोपो व्योर्वलि श्वोः शूडन्नासिके तयोः मध्ये कस्य सूत्रस्य बलं सूत्रयोः लोपो व्योर्वलि एव कार्यं करोति. अस्तु अस्तु, अन्ये किं वदन्ति? राजेन्द्रमहोदय वदति. आं भगिनि, अत्र लोपो व्योर्वलि श्वोः शूडनुनासिके च अत्र किमस्ति? अत्र लोपव्योर्वलि सूत्रं वदति यत् वल् प्रत्याहारे परे परे अस्ति, अपि च धातो अन्ते वकारयकार्यः कोऽपि वर्णः अस्ति, तत्र वकार्यकार्यस्य लोप वकारयकारस्य लोपः भवति वल् प्रत्याहारे परे अस्ति चेत्. छुः शूर् अनुनासिके च अत्र किमस्ति? अत्र चकारः तु सहीयः चकारः अस्ति, चकारस्य स्थाने षकार आदेशः भवति, अपि च यः वकारः वकारस्थाने तस्य ऊठ् आदेशः भवति. अस्मिन् स्थित्यां किम् अस्ति? स्युयोगन अनुना अपि चोः शूर् अनुनासिके च अनुनासिक वर्णः अपि च क्विजल् प्रत्या परे अस्ति चेत् तत्र तत्र वकारस्य ऊठ् आदेशः भवति. अस्मिन् स्थितयां शिव यः धातुः अस्ति तस्य अग्रे न प्रत्ययः आनीयते चेत् तत्र नकारः तु नकारः तु अनुनासिकवर्णः अस्ति, अनुनासिकवर्णः अस्ति, तत् कारणात् तत् वकारस्य स्थाने ऊठ् आदेशः भवितुम् अर्हति. द्वयोः सूत्रयोः किमस्ति? अत्र चछुः शूर् अनुनासिके च अत्र कार्यक्षेत्रं सीमितम् अस्ति, यतोहि लोपव्योर्वलि तस्य कार्यक्षेत्रं बृहत् अस्ति, तत् कारणात् चछुः शूर् अनुनासिके च सूत्रं लोपव्योर्वलिसूत्रस्य अपादभूतसूत्रमस्ति, तत् कारणात् तस्य प्रसिद्धिः भवति. समीचीनम्, उत्तमम्. अपवादबलेन श्वोः शूड् अनुनासिके च इत्यस्य कार्यं भवति. लोपो व्योर्वलि इति सर्वसामान्यसूत्रं, श्वोः शूड् अनुनासिके च इति तस्य अपवादसूत्रं. समीचीनम्, अतः तस्य कार्यमेव भवति. इदानीं अस्माकं चिन्तनं छोः शूड् अनुनासिके च पुगन्तलघुपदस्य च तयोः मध्ये कस्य कार्यं भवति इति. लघुपति महोदय वदति वा? आम्, छोः शूड् अनुनासिके च इति सूत्रं वदति वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिके अस्मिन् इदानीम् अनुनासिके प्रत्येपरे अथवा क्विपरे जलाधिपत्येपरे. पुगन्तलघुपदस्य इति सूत्रं वदति अङ्गम् एकान्ताङ्गम् अस्ति चेत् सारि पुगन्तलघुपदस्य सूत्रं वदति उपधायां चितस्य इक् वर्णस्य गुणः भवति, लघु इक् वर्णस्य गुणः भवति सार्वतकालप्रत्ययपरे. इदानीम् अन्तरङ्गबहिरङ्ग इति अत्र पुगन्तलघुपदस्य इति सूत्रस्य कार्य यदि कार्यं करोति चेत् तत्र निमित् कति निमित्तानि सन्ति इति द्रष्टव्यम्. इदानीं पुगन्तलघुपदः इति परसूत्रमस्ति, चोः शूडान्नासिके च इति पूर्वसूत्रमस्ति. अस्तु, परसूत्रस्य कार्यं भवेत् परन्तु अत्र पुगन्तलघुवदश्च इति सूत्रस्य कार्यं भवेत्, परन्तु अत्र पुगन्तलघुवदश्च इति सूत्रस्य निमित्तानि बहूनि सन्ति, चोषुडानासिके च इत्यस्य सूत्रस्य अपेक्षया. चोः षुडानसिके च इति सूत्रस्य तत्र सिव् योग न इति अस्ति, वकार भवेत् अपि च अनुनासिक अनुनासिकप्रत्ययः भवेत् इति अनुनासिकप्रत्ययः भवेत् इति तावदेव अस्ति. परन्तु पुगन्तलघुभद्रशत इति सूत्रस्य कार्यकरणाय अत्र अङ्गं भवेत् लघु इक् भवेत् अपि च आर्धातुकप्रत्ययः भवेत् इति निमित्तानि बहूनि सन्ति इति इत्यतः शोः शूड अनाचके च इति सूत्रम् अन्तरङ्गसूत्रम् अतः तस्य प्रसक्तिः भवति इति वयं निर्णयं कृतवन्तः. एतावता निर्णयं कृतवन्तः. समीचीनम्. अतः अत्र यदा वयं शोः शूडनुनासिके च पुगन्तलघुपदस्य च इति सूत्रद्वयं स्वीकुर्मः चेत् तत्र चिन्तनद्वयं, प्रथमं तुल्यबलविरोधः अस्ति वा इति द्रष्टव्यं. तत्र वयं दृष्टवन्तः पुगन्तलघुपदस्य च इति परसूत्रं, परसूत्रात् बलवत् विप्रतिषेधे परं कार्यम् इत्यनेन बलवत् इति प्रथमं स्वीकृतवन्तः. अनन्तरम् अन्तरङ्ग बहिरङ्गचिन्तनं यदा कुर्मः तत्र श्वोः शूडनुनासिके च इति अल्पनिमित्तकत्वम् अस्ति पुगन्तलघुपदस्य अपेक्षया इति इत्यनेन श्वोः शूडनुनासिके च इत्यस्य कार्यं भवति इति निर्णयं कृतवन्तः. अस्माकं पार्श्वे इदानीं निर्णयद्वयम् अस्ति, कस्य कार्यं भवति इति अग्रे द्रक्ष्यामः. मध्ये किम् आगच्छति इत्युक्ते यदा वयं सर्वत्र निमित्तम् इति उक्तवन्तः किल, निमित्तम् इत्युक्ते कीदृशनिमित्तम्, अर्थनिमित्तकत्वं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति प्रश्नः आगच्छति. तत्र पूर्वतनकाले तु अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तम् इति स्वीकृतवन्तः वैयाकरणाः. इदानीन्तनकाले अशब्दकृतनिमित्तम्, अत्र नागेशः इति नवीनवैयाकरणः अस्ति, सः एव शब्दकृतनिमित्तम् इति स्वीकृतवान्. तस्य मतमेव भाष्यकारः अपि स्वीकरोति इति कृत्वा शब्दकृतनिमित्तस्य एव प्राधान्यम् इति दृष्टवन्तः. किमर्थम् इत्युक्ते व्याकरणशास्त्रं शब्दशास्त्रं तत्र शब्दस्य एव प्राधान्यम् इति अपि दृष्टवन्तः. शब्दः नाम कः इति सर्वं दृष्टवन्तः. तत्र यदा वयं शब्दकृतनिमित्तम् एव प्राधान्यम् इत्युक्ते तत्र अर्थकृतसंज्ञाकृतनिमित्तम् अस्यापि वयं निरूपणम् अवश्यं करणीयं किल, तस्य प्राधान्यं किमर्थं नास्ति इति तत्र तस्मिन्नेव विषये अग्रे अपि दृष्टवन्तः किञ्चित् गतसप्ताहे. तत्र संज्ञाकृतनिमित्तम् इति यदा स्वीकुर्मः सिव्योगः न इत्यस्मिन् स्थितौ यदा संज्ञा इति स्वीकुर्मः चेत् तत्र एकम् उदाहरणमपि आसीत् इको यणचि इति स्थितौ तत्र अस्माकम् अपियोगः अस्ति इति यदा वदामः इकः स्थाने यण् आदेशः भवति अचि परे, अचि इत्युक्ते संज्ञा, सर्वेषां स्वराणां ग्रहणं भवति. यदा यद्यपि वयम् अचि इति वदामः चेत् तदापि तत्र शब्दस्य एव ग्रहणं भवति न संज्ञायाः इति दृष्टवन्तः. तत्रापि शब्दस्य एव प्राधान्यं भवति. यद्यपि वयम् अचि इति संज्ञा वदामः तत्र अचि इत्यस्य कापि तत्र निमित्तरूपेण किमपि न आगच्छति, परन्तु तस्य शब्दस्य एव ग्रहणं भवति इति दृष्टवन्तः. अतः संज्ञाकृतनिमित्तम् इति यद् स्वीकुर्मः तत्रापि शब्दस्य एव ग्रहणं भवति, शब्दस्य एव प्राधान्यं भवति इति संज्ञाकृतनिमित्त विषये दृष्टवन्तः. इदानीम् अग्रिमपरिचयते अर्थस्य विषये अस्ति. एतावता स्पष्टम् अस्ति वा? किञ्चित् अस्तु, एतावता किमपि नास्ति, अग्रे एव अस्ति, पश्यामः. अरुणा भगिनी पठति वा संज्ञा इत्यस्य उदाहरणं दृष्टम्? आं भगिनि, संज्ञा इत्यस्य उदाहरणं दृष्टम्। अधुना अर्थस्य उदाहरणं पश्यामः। त्रिलिङ्गे त्रिशब्दः आं योगः आं प्रत्यययोजनसमये त्रिषूणाम् इति रूपं निष्पन्नं भवति। त्रिचतुरोस्त्रियां तिसृचतस्रु इत्यनेन स्त्रियां त्रिस्थाने तिसृ, चतुस्थाने चतस्रु विभक्तिसञ्ज्ञकप्रत्यये परे। हश्वनद्यापो नुट् इत्यनेन हश्वात् अङ्गात् आं प्रत्ययस्य नुट् आगमः। तदा नामी इत्यनेन अजन्त अङ्गस्य दीर्घः भवति नामी परे। रामाणां न तिष्ठु चतुष्टु इत्यनेन तिष्ठु चतुष्टु इत्यनयोः नामी दीर्घः न भवति। न तिष्ठु चतुष्टु इति सूत्रं नामी इत्यस्य बाधकसूत्रम्। त्रियोगः आम् इति स्थितौ त्रयस्त्रयः इत्यनेन त्रयादेशः। त्रिचतुरोस्त्रियां तिष्ठुचतुष्टु इत्यनेन तिष्ठु आदेशः, द्वयोः प्रसक्तिः। त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आं प्रत्ययपदे। त्रिचतुरोस्त्रियां चित्तस्रु चतस्रु इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः, विभक्तिसञ्ज्ञकप्रत्ययपरे। द्वयोः अन्यत्र लब्धावकाशः वर्तते, अतः परत्वात् तिसृ आदेशस्य प्राप्तिः। अत्र हस्वनद्यापो नुट् इत्यनेन हस्वात् अङ्गात् आं प्रत्ययस्य नुट् आगमः। तिसृ योग नाम तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते, न तिष्ठु चतुष्टु इत्यनेन त्रिषूणाम् इति रूपं। प्रयत्नं करोमि भगिनि, एकनिमिषं भगिनि। प्रथमं त्रि इति शब्दस्य स्त्रीलिङ्गरूपाणि वदति वा? आं भगिनि, तिस्रः प्रथमाविभक्ति, तिस्रः प्रथमा द्वितीयविभक्ति, तिसृभिः तृतीय बहुवचनं, तिसृभ्यः चतुर्थी बहुवचनं, तिसृभ्यः पञ्चमी बहुवचनं, तिसृणां तिसृषु इति सप्तमी। समीचीनं, सर्वत्र बहुवचनमेव किल? आं भगिनि, सर्वत्र बहुवचनं, नित्यं बहुवचनं, नित्यं बहुवचनं। क्षम्यता, तिसृणाम तिसृणाम् अस्ति वा? तिसृणाम् एव, किमर्थं दीर्घः नास्ति? न न, ऋकारः एव नास्ति। सर्वत्र बहुवचनमेव, नित्यबहुवचनं यदा भवती उक्तवती। इदानीं पुल्लिङ्गरूपं वदतु भगिनि, त्रि इत्यस्य। त्रयः त्रीन्, त्रिभिः त्रिभ्यः त्रिभ्यः त्रयाणां त्रिषु। समीचीनं, पुल्लिङ्गे त्रयाणाम् इति अस्ति षष्टि, स्त्रीलिङ्गे तिसृणाम् इति अस्ति। त्रयाणामेव नपुंसकलिङ्गे अपि भवति किल, ये प्रथमा द्वितीया एव त्रीणि त्रीणि इति आगच्छति, अन्यत्र सर्वत्र समानरूपमेव। अवगतवती किल तावत् पर्यन्तम्? तदनन्तरं इदानीं भगिनि, इदानीं वदतु, इदानीं स्पष्टं भवति। संज्ञा अत्र संज्ञा इत्यस्य उदाहरणम्, अधुना अर्थस्य उदाहरणं वयं पश्यामः। स्त्रीलिङ्गे त्रिशब्दः, अत्र आं प्रत्ययः षष्टि बहुवचन विषये आगच्छति, त्रिषूणाम् इति रूपं निष्पन्नं भवति। किं भवति, केन सूत्रेण इति अत्र दत्तं। त्रिच त्रिच तिष्ठुरो स्त्रियां तिष्ठ्रु चतुस्रु इत्यनेन स्त्रियां त्रिस्थाने तिष्ठ्रु चतुर्स्थाने चतुस्रु विभक्तिसञ्ज्ञकप्रत्यये परे इति सूत्रेण त्रिशब्दस्य विषये आं प्रत्ययपरे त्रिस्थाने तिष्ठ्रु इति आदेशः भवति. समीचीनं. विभक्तिसञ्ज्ञकप्रत्ययः इत्युक्ते किं भगिनि? आम् इति सुप्रत्ययान्त एकविंशति प्रत्यय अस्ति तत् आम् इति विभक्तिप्रत्ययः अस्ति तदेव विभक्तिसंज्ञाप्रत्ययः इति. अश्वनद्योपनेन अश्वात् अङ्गात् आम् प्रत्ययस्य शुट् नुट् आगमः. तदनन्तरम् अन्यसूत्रम् आगत्य वदति हश्वनद्योपनुट् इत्यनेन हश्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. तदा नामी समानमेव नामी इत्यनेन अजन्त अङ्गस्य दीर्घः भवति नामी परे. रामाणाम् अत्र किं भेदः अस्ति भगिनि? नामी न सूत्रद्वयमस्ति. ह्रस्वनद्यापो नुट् इति एकं सूत्रं तद् वदति ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. तिसृ इति यदा भवती उक्तवती इदानीं त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रेण तिसृ इति आगच्छति किल आदेशः. तत्र ह्रस्व अङ्गमस्ति. तिसृ इति ह्रस्वः अस्ति किल अङ्गम्. तत्र आम् प्रत्ययस्य नुट् आगमः. आम् इति प्रत्ययः यदा भवती उक्तवती विभक्तिसंज्ञकप्रत्ययः एकविंशतिप्रत्ययेषु अन्यतमः आम् इति. तत्र नुट् इति आगमः भवति प्रत्ययस्य आगमः. प्रत्ययस्य आगमः इत्युक्ते कुत्र भवति? नुट् इति आद्यन्तौ टकितौ इति सूत्रेण पूर्वम् आगच्छति. समीचीनं. प्रत्ययस्य पूर्वं नुट् आगमः. समीचीनम्. इदानीं किं भवति? तिसृयोगः. तिसृयोगः न आगच्छति. नाम समीचीनं. नाम इति भवति. अनन्तरम् इदानीं नामी इति प्रत्ययस्य योजनं करोतु. किं भवति? अत्र त्रयः अत्र तिष्ठु नास्ति. त्रयः पुंलिङ्गविषये अपि अहं मन्ये भगिनि. त्रयः योग आम् अत्र नामी इति सूत्रेण अजन्ताङ्गस्य दीर्घः भवति. न न प्रथमम् अत्र करोतु, अनन्तरं तस्मिन् विषये पश्यामः. इदानीं यदा नुट् इति आगमः भवति तदा नामी इत्यनेन इति उक्तमस्ति किल. तत्र यदा नुट् इत्यस्य आगमः भवति तदा नामी इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामी परे इति उक्तं. तद् प्रथमं स्वीकुर्मः. किं भवति इति अग्रे द्रक्ष्यामः. नामी इत्यनेन अजन्ताङ्गस्य दीर्घत्वं भवति चेत् किं रूपम् आगच्छति? अत्र अजन्ताङ्ग कुत्र अस्ति भगिनि? अजन्ताङ्गम् एव. ऋ इति अजन्तः एव किल. अच्छन्तः. तस्य दीर्घत्वं करोति चेत् किं रूपम् आगच्छति? तिसॄणाम् इति भवति. तदृश इष्टं रूपं वा न वा इति अग्रे द्रक्ष्यामः. यदा रामाणां भवति तादृशमेव तिसॄणाम् इति रूपं भवति स्म यदा नामी इत्यस्य प्रसक्तिः प्राप्तिः तत्र अस्ति चेत्. समीचीनं वा? तद् अवगतं वा? इदानीम् अग्रिमसूत्रं पठतु. न तिष्ठु चतुष्टु इत्यनेन तिष्ठु चतुष्टु इत्यनयोः नामी दीर्घः न भवति. अन्यसूत्रं वदति तिष्ठु न चित् तिष्ठुचतुष्टु इति सूत्रं वदति त्रिश् चतुष् इत्यनयोः नामे दीर्घः न भवति इति. ततः तिष्ठु नाम एव अत्र अवशिष्यति. कीदृशसूत्रम् एतत् नास्तिसृ चतस्र इति कीदृशसूत्रं भगिनि? निषेधसूत्रं भगिनि. निषेधसूत्रं नामी इति यद् विधिसूत्रम् अस्ति तद् दीर्घः भवति इति वदति किल, इदानीं तस्य निषेधं करोति. समीचीनम्, उत्तमम्. अग्रे पठतु भगिनि. तिष्ठु चतुष्ट्रु इति सूत्रं नामी इत्यस्य बाधसूत्रं. त्रियोगः आम् इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेशः, त्रिचतुरो स्त्रियां तिष्ठु चतुष्ट्रु इत्यनेन तिष्ठु आदेशः, द्वयोः प्रसक्तिः अस्ति. न तिष्ठु चतुष्ट्रु त्रियुगः आम् इति स्थितौ त्रेस्त्रयः इत्यनेन त्रयादेश प्रथमं त्रय आदेशः भवति भगिनि त्रिस्थाने, तदनन्तरं तिष्ठु आगच्छति अन्यसूत्रेण, त्रिचतुरो स्त्रियां तिष्ठु चतुष्टु इति सूत्रेण. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रय आदेशो भवति आं प्रत्ययपरे. त्रिचतुश्चतुरो स्त्रियां तिष्ठु चतुष्टु इत्यनेन स्त्रियां त्रिस्थाने तिष्ठु आदेशः विभक्तिसंज्ञकप्रत्ययपरे. द्वयोः अन्यत्र लब्ध अवकाशः वर्तते, अतः परत्वात् तिष्ठु आदेशस्य प्राप्तिः एव कार्यं करोति. अवगच्छति. अतः तेश्रयः काचित् त्रिचतुरो स्त्रियां त्रिष्ठु चतुष्टु इति, अत्र त्रेश्रयः इति प्रवर्तनं करोति चेत् अत्र त्रिस्थाने त्रय आदेशः भवति आं प्रत्ययपरे. परन्तु त्रिचतुरो स्त्रियां तिष्ठु चतुष्टु इति सूत्रं वदति त्रिस्थाने तिष्ठु आदेश विभक्तिसंज्ञकप्रत्ययपरे. ततः निषेधकसु निषेध अन्यत्र लब्ध अवकाशः अस्ति, परत्वात् तिष्ठु आदेशस्य प्राप्तिः एव भवति. कस्य प्राप्तिः, कस्य सूत्रस्य बलम् अधिकम् इदानीं? त्रिचतुरो स्त्रियां तिष्ठु चतुष्टु इति परसूत्रं तदेव तत् सूत्रमेव कार्यं करोति. समीचीनम्. अतः कस्य कः आदेशः भवति इदानीं? तिष्ठु त्रिस्थाने तिष्ठु इति आगच्छति. समीचीनम्. अग्रे पठतु. अत्र हश्वनद्योपो नुट् इत्यनेन हश्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः. अत्र तिष्ठु योगः नाम इति रूपं भवति. वयम् अहम् उक्तवती नुट् इति चकारः अस्ति इति वर्णः, ततः प्रत्ययः पूर्वम् आगच्छति. तत् तिष्ठु योगः न योगः आम् तिष्ठु न योगः नाम्, तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते न तिष्ठु चतुष्ट्रु इत्यनेन. अत्र वयं पठितवन्तः द्वे सूत्रे न तिष्ठु चतुष्ट्रु नामी द्वे सूत्र अस्ति. प्रथमं नामी सूत्रं वदति अजन्ताङ्गस्य दीर्घः भवति नामी परे, परन्तु न तिष्ठु चतुष्ट्रु इति सूत्रं वदति तिष्ठु चतुष्ट्रु इत्यनयोः नामी दीर्घः न भवति. निषिद्धसूत्रं बलवत् भवति सः, ततः अत्र दीर्घः न भवति न चित्तिष्ठु चतुष्ट्रु इति सूत्रेण, न नामी सूत्रेण. अतः रूपं किम्? तृष्णाम् तृष्णाम् इति रूपं पन्नं दीर्घ नास्ति केवलमेव तृष्णाम् इति रूपं चिन्तयन्ति. समीचीनम्, उत्तमं भगिनि, बहु उत्तमम्. अतः तिसृणाम् इति षष्ठी बहुवचनरूपम्. समीचीनं, सर्वे अवगतवन्तः वा? तत्र बहूनि सूत्राणि सन्ति, परन्तु प्रक्रिया एकवारम् अवगच्छामः चेत् सुलभमेव भवति. त्रियोगः आम् इति विभक्तिसंज्ञकप्रत्ययः, षष्ठी बहुवचनं, तत्र तिसृणाम् इति रूपं वयं तु जानीमः. तत्र सूत्र कस्य सूत्रस्य बलं, कस्य सूत्रं तत्र कार्यं करोति इत्येव चर्चा अत्र. तत्र त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रं, त्रिस्थाने तिसृ इति आदेशः भवति, तस्मिन्नेव समये त्रेस्त्रियः क्षम्यतां त्रेस्त्रयः इति सूत्रमपि आगच्छति कार्यं कर्तुं. तस्यापि त्रिस्थाने त्रयो आदेशः भवति आं प्रत्यये परे, निमित्तं समानम्, अतः एकत्र प्राप्तिः तत्र आगच्छति कार्यं कर्तुं. तुल्यबलविरोधः अस्ति तत्र. त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रस्यापि अन्यत्र लब्धावकाशः अस्ति. त्रेस्त्रयः इत्यस्यापि अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा तत्र विप्रतिषेधे परं कार्यम् इत्यनेन त्रिचतुरो स्त्रियां तिसृ चतसृ इत्यस्य एव कार्यम्, अतः तिसृ इति आदेशः भवति. यदा आदेशः भवति तत्र ह्रस्वनध्यापो नुट् इत्यनेन नुट् आगमः भवति. प्रत्ययात् पूर्वं यदा भगिनी उक्तवती आद्यन्तौ टकितौ, प्रत्ययात् पूर्वं नुट् नुडागमः भवति. यदा नुडागमः भवति तत्र नामी इत्यस्य कार्यं भवति. किमर्थं तत् सूत्रं वदति? अजन्त अङ्गस्य दीर्घः भवति, दीर्घत्वं भवति नामी प्रत्यये, नामी परे इति सूत्रमस्ति. अतः तस्य कार्यं तद् प्रवर्तनीयम् इति कारणेन तद् आगच्छति कार्यं कर्तुं, परन्तु न तिसृ चतसृ इति निषेधकसूत्रेण तस्य कार्यं बाधितम्. अतः तिसृणाम् इति रूपम् इदानीं सिद्ध्यति. इदानीं पर्यन्तं सम्यक्, इदानीं वयम् अन्तरङ्गं बहिरङ्गं किमपि न उक्तवन्तः, परन्तु मनसि भवेत् तत्र त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रे एव स्त्रियाम् अस्माकं विवक्षा स्त्री प्रत्ययः अस्ति चेत् स्त्रियाम् इति अस्मिन् सन्दर्भे एव तिसृ चत क्षम्यतां त्रिचतुरो स्त्रियां तिसृ चतसृ इत्यस्य कार्यं भवति. सर्वत्र तत्र स्त्रियां स्त्रियाम् इति अस्ति, स्त्रियां त्रिस्थाने तिसृ आदेशः. स्त्रियां नास्ति चेत् यदा वयं दृष्टवन्तः पुल्लिङ्गे नपुंसकलिङ्गे त्रयाणां त्रयाणाम् इत्येव रूपं भवति, त्रेस्त्रयः इत्यस्य एव कार्यं भवति. अतः तत्र स्त्रियाम् इति मुख्यभागः अस्ति. इदानीम् अग्रिमपरिच्छेदे एव अस्माकम् अन्तरङ्गं बहिरङ्गम् इत्यस्य चिन्तनम् आगच्छति. श्रीवल्ली भगिनी पठति वा? आं भगिनि. अस्यां प्रक्रियायां त्रिचतुरो स्त्रियां तिसृ चतुसृ इति अस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् तिसृ आदेशविधायकशास्त्रं बहिरङ्गं भवति. त्रेस्त्रयः इति त्रयादेशविधायकशास्त्रं प्रति. त्रिचतुरो स्त्रियां तिसृ चतुसृ इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतसृ विभक्तिसंज्ञकप्रत्ययात् प्रत्यये परे. त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयोदेशो भवति आम् प्रत्यये परे. उभयत्र परनिमित्तिकत्वम् अस्ति, अतः स्त्रियाम् इति अस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् त्रिचतुरो स्त्रियां तिसृ चतसृ इति बहिरङ्गं भवति त्रेस्त्रयः इति सूत्रं प्रति. यतोहि त्रेस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति, अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः. अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति, तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतुसृ व्यर्थं, तत् न भवेत्. अस्यां प्रक्रियां तिसृणाम् इति प्रक्रियां त्रिचतुरोस्त्र्यां तिसृ चतुसृ इति सूत्रे स्त्रियाम् इति अस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् तिसृ आदेशविधायकशास्त्रं बहिरङ्गं भवति इति स्त्रियाम् इति अर्थनिमित्तिकत्वम् अन्तरङ्गम् अङ्गम् इति निमित्तम् अर्थनिमित्तिकत्वं स्वीक्रियते स्त्रियाम् इति अस्य ये सूत्रे बहिरङ्गं भवति किन्तु ते स्त्रयः इति विधायकशास्त्रं प्रति स्त्रीचतुरो स्त्रियां तिसृ चतुसृ इति अस्मिन् सूत्रं स्त्रियाम् इति अस्य अर्थनिमित्तिकत्वं भवति स्त्रीचतुरो स्त्रियां तिसृ चतुसृ इति अनेन स्त्रियां त्रिस्थाने तिसृ चतुस्थाने चतुसृ इति सूत्रं वदति विभक्तिसंज्ञका प्रत्ययपरे स्त्रियां स्त्रियां त्रिस्थाने तिसृ चतुस्थाने चतुसृ इति भवति ते स्त्रयः इति सूत्रं स्वीकृत्य अत्र त्रिस्थाने त्रयादेशो भवति आं प्रत्यये परे इति सूत्रं वदति त्रिस्थाने त्रयादेशः भवति आं प्रत्यये परे उभयत्र परनिमित्तिकत्वम् अस्ति प्रथमसूत्रे विभक्तिसंज्ञकप्रत्ययपरे द्वितीयसूत्रे आं प्रत्यये परे इति परनिमित्तिकत्वम् अस्ति अतः स्त्रियाम् इति अस्य अर्थनिमित्तिकत्वं स्वीकृत्य चेत् त्रिचतुरो स्त्रियां तिसृ चतुसृ इति सूत्रं बहिरङ्गं भवति ते स्त्रयः इति सूत्रं प्रति इति बहिरङ्गं भवति परन्तु यतोहि त्रेस्त्रयः इति सूत्रे किमपि अर्थनिमित्तिकं नास्ति त्रिचतुरस्रो स्त्रियां तिसृ चतुसृ इति सूत्रे स्त्रियाम् इति अर्थनिमित्तकं निमित्तिकत्वम् अस्ति परन्तु त्रेस्त्रयः इति सूत्रे अर्थनिमित्तिकं नास्ति अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति तस्मात् च दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतुसृ व्यर्थं तत् न भवेत् इति ते त्रयस्त्रयः इति सूत्रस्य प्रसक्ते अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः भवति अस्यां दशायां किन्तु स्त्रियाम् इति अर्थनिमित्तिकत्वं नास्ति चेत् स्त्रियाम् इति पदं नास्ति चेत् तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति तस्मात् च न तिसृ चतुसृ इति सूत्रस्य व्यर्थं तत् न भवेत् कथं निर्णेतव्यं सूत्रं बहिरङ्गं वा अन्तरङ्गं वा इति अत्र यदा स्त्रियामिति कः अर्थः अस्ति स्त्रियाम् इति स्त्री प्रत्यय स्त्री रूपे मम मम अवगमनं सम्यक् वा इति वदतु त्रयस्त्रय इत्यत्र तेस्त्रयः त्रयस्त्रयः इत्यत्र इत्यत्र नामि परि आं प्रत्ययपरे एव अस्ति विभक्तिप्रत्ययपरे एकः एव अस्ति निमित्तं परन्तु अत्र निमित्तद्वयं भवेत् इति खलु एतत् एकं तु प्रत्यय विभक्तिप्रत्यय अपि च स्त्रीप्रत्ययः भवेत् इति अतः तस्य अधिकनिमित्तानि सन्ति इत्यतः तत् बहिरङ्गम् इति वक्तव्यं वा? अत्र अर्थनिमित्तिकत्वम् इत्युक्ते किम् इति दृष्टान्तः महोदय, तद् एकं चिन्तनं, यदा भवान् उक्तवान् तद् अन्यत् चिन्तनम्. इदानीम् अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् किं भवति इति चिन्तनम्. तत्र स्त्रियामिति अर्थनिमित्तिकत्वम् अस्ति, परन्तु यदा त्रयस्त्रयः स्वीकुर्मः तत्र किमपि तादृशं न उक्तमस्ति. पुल्लिङ्गे अपि भवति, नपुंसकलिङ्गे भवति. स्त्रियामिति न उक्तं चेत् स्त्रीलिङ्गे अपि तद् भवितुम् अर्हति किल. तावदेव तत्र त्रयस्त्रयः इति अस्ति. अतः तुलना कथम् इत्युक्ते त्रिश्चतुरो स्त्रियां तिसृ चतस्रु इत्यस्य स्त्री इति विवक्षायां स्त्री स्त्रीलिङ्ग विषये एव तस्य कार्यं भवति, अन्यत्र सर्वत्र तस्य कार्यं न भवति इति तत्र स्पष्टतया उक्तं. सूत्रे एव स्त्रियाम् इति उक्तम्, अतः तस्य अर्थं वयं स्वीकुर्मः. अर्थनिमित्तिकत्वं स्त्री इत्यस्मिन् विवक्षायाम् इति स्वीकुर्मः. इदानीं किं भवति, यदा त्रिचतुरो स्त्रियां तिसृ चतस्र त्रयस्त्रयः तयोः कः सम्बन्धः इति पश्यामः चेत् तत्र त्रिचतुरो स्त्रियाम् इत्यत्र अर्थनिमित्तिकत्वम् एक अस्ति, अनन्तरं त्रिस्थाने तिसृ आदेशः भवति विभक्तिसंज्ञकप्रत्यये परे इति सूत्रे दत्तमस्ति, परन्तु त्रयस्त्रयः त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे, तावदेव तत्र. अतः अर्थनिमित्तिकत्वम् इति एकम् एक्स्ट्रा अस्ति, अडिशनल् अस्ति इति कृत्वा तद् बहिरङ्गशास्त्रं भूत्वा अस्माकं त्रयस्त्रयः इदानीम् अन्तरङ्गशास्त्रं भवति. इदानीं वदतु भगिनी, त्रयस्त्रयः अन्तरङ्गशास्त्रं, त्रिचतुरो स्त्रियां तिसृ चतस्रु बहिरङ्गशास्त्रं, कस्य कार्यं भवति? अन्तरङ्गनिमित्तम्. अन्तरङ्गशास्त्रस्य कार्यं भवति चेत् किं रूपम्? त्रयाणां त्रयाणाम् इति स्त्रीलिङ्गे अपि भवति रूपं भवति. परन्तु भवती एव तद् अन्यत् चिन्तनं, तत्तु अन्ते एव वदामः किं भवति वा न वा इति. इदानीं वदतु, यदा त्रयाणाम् इति रूपम् आगच्छति चेत् किं भवति, तत्र कः दोषः भवति? स्त्रीलिङ्गरूपं नास्ति, तद् अन्यत्, तद् एकं वयं जानीमः, अन्यत् किं भवति? अवकाशः नास्ति, निषेधसूत्रस्य अवकाशः नास्ति. किमर्थं तत्र त्रयस्त्रयः इत्यस्य एतत् सूत्रं किमर्थं तत्र न कार्यं करोति? त्रयस्त्रयः इति तिस्रु इति तिस्रु चतस्रु इति रूपेण निषेधं भवति. समीचीनम्, अवगतवती. तिस्रु चतस्रु अस्ति चेदेव तस्य निषेधं कर्तुं शक्नुमः किल, न तिस्रु चतस्रु इति सूत्रे एव उक्तमस्ति. अतः त्रयस्त्रयः इति सूत्रं यद्य आगत्य तत्र नामी इत्यनेन यद् दीर्घत्वं भवति, तस्य एतत् सूत्रं निषेधं न कर्तुं शक्नोति. तत्र अस्य प्रसक्तिः एव नास्ति, न तिसृ चतस्र. अतः एकं सूत्रं व्यर्थं भवति. अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् एकं प्रथमम् अनिष्टं रूपम् आगच्छति त्रयाणाम् इति, अनन्तरं तत्र अस्माकम् एकं सूत्रमपि व्यर्थं भवति. एतावता अवगतवन्तः वा? भगिनि, त्रयाणाम् इति स्थाने नामी इति सूत्रम् आगत्य दीर्घत्वं भवति वा? अत्र आम् आं तद् भवति एव, त्रयस्त्रयः आं भवति. नाम अग्रिमपरिच्छेदं पठामः. भगिनि, एकः सन्देहः ह्रस्वाद्यो ह्रस्वनद्योपो नुत् इति स्थाने आद्यन्तौ तकितौ किं कार्यं करोति? नुप्त् इति यत् आगमः अस्ति तद् टिप् तकारस्य इच्छा टिप् अतः तद् कुत्र आगन्तव्यं, यदा आगमः अस्ति स्थानं न उक्तं किल, तत्र स्थानं टित् इति कारणेन आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आगच्छति. आम् इति नाम इति भवति. धन्यवादः. अस्तु महोदय, रघुपतिमहोदय यदि च इति पठतु. अस्तु. यदि च त्रयादेशस्य अनन्तरं तानिवद्भावेन तिस्रादेश उच्येत तदा च तस्य दीर्घः सति दीर्घत्वनिवारणार्थं न तिस्रचतुस्र इत्यस्य अवसरः स्यात् इति कटनेनापि न भवति. यतोहि यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेश अन्तरङ्गम् अस्ति तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घादेशः अपि अस्तु. अन्तरङ्गम् अन्तरङ्ग अपि आदेशस्य अपेक्षया दीर्घादेश अपि अन्तरङ्गम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत् स्थानिवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति. अस्यां दशायां न तिस्र चतुस्र इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य निवारणार्थम् अट्टनिमित्तिकत्वं न स्वीक्रियते इति अस्ति. एकवारं पुनः पठामि. यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिस्र आदेश उच्येत, यद्यपि त्रया अभवत् पूर्वं तु त्रि एव अस्ति इति चिन्तयित्वा पुनः तिस्र आदेश उच्येत, तिस्र त्रिचतुरोस्त्रियां तिस्रचतुरसि इति सूत्रेण स्थानिवद्भावं स्वीकृत्य तत्रापि तिस्र आदेश तदा कृतं चेत् तदा च तस्य दीर्घः सति इदानीं दीर्घः भवति दीर्घनिवारणार्थं न तिस्र एकवारं दीर्घनिवारणार्थं न तिस्र चतुर्थी इत्यस्य अवसरः स्यात् अस्तु इति कथनेन न भवति. किमर्थम् इति चेत् यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गं तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गमस्ति. अस्तु, दीर्घादेशः अपि नामि इति नामिना किमस्ति तत्र दीर्घः एकवारं दीर्घः केन नामिपरे दीर्घ अङ्गस्य दीर्घः भवति. तत्रापि तत्रापि दीर्घादेश अन्तरङ्गं नामि इति अन्तरङ्गं सूत्रमस्ति. अतः नातिचित्रचतुर्थी इति बहिरङ्गसूत्रमस्ति. अतः व्यर्थः भवति एव इति अस्ति. एकवारम् अपेक्षया दीर्घादेशः अपि अन्तरङ्गम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति अस्यां दशां न तिसृत्र चतुस्र इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. किञ्चित् क्लेशः अस्ति. तत्र किम् अस्ति इत्युक्ते यदा वयं त्रयाणाम् इति पूर्वस्मिन् परिच्छेदे वयं साधितवन्तः. इदानीं यदा वयं किं सूत्रमासीत् तत् त्रेस्त्रयः इति सूत्रेण तत्र यत्र वयं त्रयादेशः साधितवन्तः त्रिस्थाने त्रयः त्रेस्त्रयः इति सूत्रेण साधितवन्तः, इदानीम् अपि वयं वक्तुं शक्नुमः स्थानिवत् भावेन स्थानिनः एव अस्ति एक अतः स्थानिवत् भावेन वयं तिसृ इति आदेशः कुर्मः. त्रि एव पश्यति किल, त्रिस्थाने इदानीं तिसृ इति आदेशः कर्तुं शक्नुमः स्थानीव अस्ति इति कृत्वा. अतः इदानीं पुनः तद् सूत्रस्य प्रसक्तिः अस्ति इति चिन्तयामः चेत् त्रिचतुरोस्त्रियां तिसृचतस्र इति सूत्रस्य प्रसक्तिः अस्ति इति स्वीकुर्मः चेत् तत्र तिसृ इति आदेशः भवति वा इति चिन्तनं. तदा भवति चेदपि किमर्थं तद् तादृशं वयं चिन्तयामः चेत् तेन न तिसृचतस्र इत्यस्य व्यर्थता न भवति, दीर्घत्वस्य निवारणार्थं तिसृचतस्र इति सूत्रस्य अवसरः भवतु इति कारणेन वयं पुनः यदा त्रयाणाम् इति अस्ति पुनः एतत् सूत्रम् आनीय तिसृ इति आदेशः कुर्मः चेत् किं भवति इति चिन्तनम् अस्मिन् परिच्छेदे अस्ति. यया रीत्या कुर्मः चेत् यदा पूर्वस्मिन् सन्दर्भे न तिसृचत तत् सूत्रं पुनः पुनः मम मनसि न आगच्छति, त्रिचतुरोस्त्रियां तिसृचतस्र इति बहिरङ्गसूत्रं, त्रयस्त्रयः इति अन्तरङ्गसूत्रम् आसीत्, तादृशमेव किं भवति इदानीं तत् सूत्रं पुनः तद् बहिरङ्गमेव भवति. त्रिचतुरोस्त्रियां तिसृचतस्र इति सूत्रं बहिरङ्गमेव भवति, तस्य अर्थनिमित्तिकत्वम् अस्ति अनन्तरं आमिपरे इति अस्ति किल विभक्तिसंज्ञकप्रत्यये परे इति निमित्तद्वयम् अस्ति, परन्तु नामि इति सूत्रं तु पुनः तद् अन्तरङ्गसूत्रं भवति. इदानीम् अन्तरङ्गसूत्रस्य कारणेन तस्य एव बलम् अधिकं, तस्य एव कार्यं भवति. नामि इत्यस्य कार्यं भवति चेत् किं भवति, दीर्घादेशः भवति. दीर्घादेशः कृत्वा पुनः वयं वदामः इदानीम् अहम् इदानीमपि स्थानिवत् भावः अस्ति, इदानीमपि त्रि इति मूलशब्दः अस्ति, अहं तिसृचतस्र इति सूत्रेण त्रिसृ इति आदेशः करोमि इति वदामः चेत् तादृशं तद् न भवति. किमर्थम् इत्युक्ते तत्र लक्ष्ये लक्षणन्यायेन तिसृ आदेशः स्यात्, तिसृ इति आदेशः भवति, परन्तु तद् सूत्रं यत् नामि इति सूत्रेण यत् दीर्घादेशः पुनः आनयनं तद् न भवति. किमर्थम् इत्युक्ते लक्ष्ये लक्षणन्यायेन, न्यायः बहवः न्यायः सन्ति संस्कृतभाषायाम्, अहं चिन्तयामि कुत्रापि पठितवती नवति न्यायः अस्ति इति, काकतैलन्यायम् इति कोविदस्तरे अपि अस्ति किल, तादृशन्यायाः सर्वे सन्ति, तादृशम् एकं न्यायमस्ति लक्ष्ये लक्षणन्यायः, तस्मिन् विषये अग्रे दत्तमस्ति. किं वदति इत्युक्ते एकस्मिन् स्थले एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रम् एकवारमेव तस्य कार्यं भवति, पुनः पुनः प्रथमं न तिसृचतस् यद् नामि इति सूत्रेण यद् दीर्घादेशः प्रथमवारं कृतवन्तः त्रयस्त्रयः, इदानीं यदा एतद् त्रिचतुरोस्त्रियां तिसृचतस्र इति सूत्रम् आगत्य कार्यं करोति तिसृ इति भवति चेत् पुनः नामि इत्यस्य अवसरः न भवति. यदा नामि इत्यस्य अवसरः एव नास्ति तत्र न चित्र न तिसृचतस्र इत्यस्य निषेधकं कस्य करोति तत् सूत्रम् आगत्य, यदा कार्यमेव न भवति कस्य निषेधकं कर्तुं शक्नोति, अतः पुनः न तिसृचतस्र इत्यस्य कार्यं भवति, अतः तस्य व्यर्थता भवति इति एव सूत्रं वदति. अवगच्छति वा महोदय? अतः एव अर्थनिमित्तिकत्वं न स्वीक्रियते, तर्कः इति वदामः किल तादृशम्. रघुपति महोदय अवगच्छति वा? आं भगिनि पुनः वदत् लक्ष्यलक्षणन्याय किञ्चित् एव लक्ष्यलक्षणन्यायं किञ्चित् तद् अन्य अग्रे आगच्छति महोदय तस्मिन्नेव विषये अस्मिन्नेव करपत्रे अस्ति एकस्मिन् तद् किं वदति इत्युक्ते लक्ष्ये इत्युक्ते स्थाने एकवारमेव सूत्रस्य लक्षणम् इत्युक्ते सूत्रस्य प्रसक्तिः पुनः पुनः तस्मिन्नेव स्थाने सूत्रम् एकमेव सूत्रं नामी इति सूत्रं पुनः तद् कार्यं कर्तुं न आगच्छति यदा नामी न आगच्छति चेत् न तिसृ चतसृ इत्यस्य किमपि प्रयोजनमेव नास्ति कस्य निषेधं करोति तत् सूत्रं तत्र तिसॄणाम् इति अनिष्टरूपं पुनः आगच्छति निषेध तिसॄणाम् इत्येव आगच्छति परन्तु तद् निषेधं न भवति न तिसृ चतसृ इत्यस्य वर्तता भवति अस्तु एतत् सर्वं हैपोथेसिस् इति वदामः किल तादृशमेव चिन्तनमेव तादृशं कार्यं किमपि न भवति वयं रूपं तु पूर्वमेव साधितवन्तः यदा स्त्रीलिङ्गं भवतु वा पुल्लिङ्गं भवतु वा रूपं साधितवन्तः एतत् सर्वं चिन्तनमेव हैपोथेटिकल् अनालिसिस् इति वदामः यदा वयं न्यायशास्त्रे कुर्मः किल तादृशमेव चिन्तनम् अत्र पश्यामः किम् अस्ति इति एकवारं पश्यामः अस्तु राजेन्द्रमहोदय पठति वा स्थानिवत् भावः नाम कः इति आं पठामि इदानीपर्यन्तं तु मम मनसि किञ्चित् स्पष्टता न जायते परन्तु चिन्ता नास्ति अहं पुनः श्रुत्वा ध्वनिमुद्रं श्रुत्वा तस्य किञ्चित् प्रयासं करोमि किञ्चित् क्लिष्टकरं भासते इदानीम् अत्र एव अस्ति भगिनि परन्तु अर्थनिमित्तकस्य कुत्र किं भगिनि फिफ्त् एय्त् पेज् दट् लक्ष्ये लक्षणी लक्षण्यापत्रे एव अस्ति अग्रे आगच्छति स्थानिवद् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति दृष्टान्ते चतुर्थी विभक्तो राम योगने इति स्तौ नेर्यः नेर्यः इत्यनेन अतः अङ्गा अनात् अनात् नेः यः भवति अङ्गात् नेयः भवति नाम अदन्तात् अङ्गात् नेयप्रत्ययस्य स्थाने य आदेशः भवति रामयोगने रामयोग य अत्र सुपि च इत्यनेन अदन्ताङ्गस्य अन्ते अदन्ताङ्गस्य अन्ते तस्य अकारस्य दीर्घ आदेशो भवति यनादि सुप्रत्यये परे सुप्रत्ययः प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः सु औजस् अम् औट् षष्टाभ्याम्भिस् नेभ्याम्भ्यस् नसिभ्यां नसिभ्याम्भ्यस् नस् ओस् आम् नि ओस् सुप् अधुना य आदेशः यद्यपि यनादि किन्तु सुप् नास्ति अतः सुपि च इत्यस्य प्रसक्तिः न स्यात् किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावः अपि तथा स्थानिनः स्वभावस्य सुपि अध्याहते य प्रत्ययस्य सुपत्वात् सुपि च इत्यस्य प्रसक्तिः भवति रामयोग य सुपि च इत्यनेन अदन्ताङ्गस्य दीर्घ आदेशः रामाय इति रूपं सिद्ध्यति अत्र स्थानिवद् आदेशो अनल्विधौ इति अतिदेशसूत्रम् आदेशः स्थानिना तुल्यं भवति किन्तु स्थाने सम्बद्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति अत्र भगिनी अत्र विषयः तु बहु बृहत् अस्ति अत्र स्थानिवद्भावः अत्र किञ्चित् प्रयत्नं करोमि स्थानिवद्भावः नाम कः स्थानिवद्भावः अस्ति यथा यः आदेशः यदा आदेशः भवति सः आदेशः तत् यः आदेशः भवति तस्य अपि आदेशस्य अपि तथैव गुणः भवति यथा यथा पूर्वं यत् यस्मिन् स्थाने आदेशः आसीत् तदा तत् स्थानिवद् भावः वदामः यतोहि उदाहरणत्वेन यः धातु आदेशः भवति तथा यः आदेशः भवति धातु अनन्तरं तस्य अपि धातुसंज्ञा एव भवति अपि च तत् भावाः सन्ति तद् अष्टप्रकारकाः सन्ति कृत् प्रत्ययः तदित् प्रत्ययः अन्यत् अन्यदपि सुप्रत्ययः तत् तिङ् प्रत्ययः तत् सन्ति यत् आदेशः यदा भवति तस्य आदेशस्थाने यः यः आदेशः अस्ति तस्य अपि स्थानिवद् भावः अस्ति तथा सः अपि तत् तादृशी एव कार्यं करोति कार्यं करोति दृष्टान्ते चतुर्थ विभक्ति रामयोगणे इति स्थौ धैर्यः नेर्यः नेर्यः चतुर्थी रामयोगने उदाहरणत्वेन स्वीकुर्मश्चेत् तत् ने स्थौ नेर्यः इत्यनेन अतः अङ्गात् नेयः भवति यः भवति नाम अदन्तात् अङ्गात् ने प्रत्ययस्य स्थाने य आदेशः भवति अत्र किं किम् अभवत् अत्र यथा राम स्वीकृत्य तत् चतुर्थी विभक्तो तत् नेप्रत्ययः आगच्छति तदनन्तरं तत् नेर्यः तत् सूत्रेण तत् ने स्थाने यः यः आदेशः भवति नाम अदन्तात् अङ्गात् नेप्रत्ययस्य स्थाने य आदेशः भवति राम तु अदन्तम् अङ्गम् अस्ति तत् तत् अनन्तरं यः नेप्रत्ययस्य स्थाने य आदेशः भवति सः य अपि तत् स्थानिवद् भावः भवति तस्य यतोहि अत्र प्रत्ययः आसीत् प्रत्ययस्थाने यः य आदेशः भवति सः अपि प्रत्यय तुल्य एव कार्यं करोति तस्य अपि प्रत्ययः तादृशी गुणं तत् अध्यारोप्यते अत्र सुपि च इत्यनेन अदन्त अङ्गास्य अन्ते तस्य अकारस्य दीर्घो आदेशो भवति यन् आदेशो सुपि च सूत्रं भवति यत् अदन्त अङ्गस्य अन्ते यः तस्य अकारः अस्ति तस्य दीर्घ आदेशो भवति यन् आदि सुप्रत्यये परे यन् प्रत्याहारे अन्तर्भूतयः वर्णाः सन्ति ते वर्णाः यदि प्रत्यय आदौ सन्ति तत्र अन्तस्य अकारस्य दीर्घ आदेशो भवति अत्र सुप्रत्याहारे सु इत्यस्मात् आरभ्य सुप्रत्ययपर्यन्तं ये प्रत्ययः ते सुपि अन्तर्भूताः से सर्वे सु ओजस् अमौ षष्टाभ्यां भिस् नेभ्यां व्यस् नसिभ्यां व्यस् नस् ओस् आं नि ओसु ये सर्वे प्रत्ययाः ये सन्ति ते सर्वे सुपि च अन्तर्भूताः सन्ति अधुना य आदेशः यद्यपि यन् आदि किन्तु सुप् नास्ति य प्रत्ययः सुप् नास्ति अत्र परन्तु यन् आदि तु अस्ति एव अस्ति अतः सुपि च इत्यस्य प्रसक्ति यद्यपि न स्यात् परन्तु स्थानिवद्भावः यथा अस्ति तत्र नेस्थाने यः यः आदेशः आसीत् तस्य अपि तत् स्थानिवद्भावः स्थानिवद्भावेन तादृशी हि कार्यं करोति तापि यः अपि प्रत्ययः तत् स्वीकुर्मः अतः च रामयोगीय सुपि च सूत्रेण अत्र राम अन्ते यः अकारः अस्ति राम उत्तरवर्ति अकारः अस्ति तस्य दीर्घत्वं भवति सुपि च सूत्रेण तथा तत्र रामाय इति रूपं सिद्ध्यति स्थानिवद् आदेशो अनर्विदोः अत्र एकं निषेधमपि अस्ति अत्र तु विधिः अस्ति अपि निषेधमपि अस्ति यत् अल्विधिः अस्ति यः अल्विधिः अस्ति तत् स्थानिवद्भावः न भवति अल्विधिः किम् अस्ति किञ्चित् अन्यत् अस्ति विषयः परन्तु संक्षेपे वदामः चेत् अनल्विधो अल्विधिः न अस्ति चेत् स्थानिवद् भावः भवति, यदि अल्विधिः अस्ति तत् स्थानिवद् भावः न भवति. यः अल्विधिः, यः अलः आदेशे न आसीत् तत्र अध्यारोपितुं न गुणः अध्यारोपितुं न शक्नुमः. परन्तु अत्र तु ने प्रत्यय आसीत्, ने स्थाने य आदेशः आगच्छति, तत्कारणात् तत् स्थानिवद् भावः भवति एव. तत् य प्रत्यय इदानीं यः आगच्छति नेवत् एव इदानीं कार्यं करोति. अपि च तत्कारणात् तत्र रामयोग य यदा सुपि च सूत्रेण तस्य अकार मकार उत्तरवर्ती अकारस्य दीर्घतां भूत्वा तत् रामाय अत्र निष्पन्नं भवति. एवम् समीचीनं. तत्र अल्विधिः वा अनल्विधिः वा महोदय? रामयोगः अत्र तु अनल्विधिः, अत्र तु अनल्विधिः. अल्विधिः अस्ति चेत् स्थानिवद्भावः न भवति. न भवति. समीचीनं समीचीनं. तत्र स्थानिवद्भावः इति एव एकः टापिक् अस्ति, एकः पाठः अस्ति. स्थानिवद्भावः नाम कः इति तत्र अनल्विधौ न कर्तव्ये इति एकं वयं किञ्चित् दृष्टवन्तः पूर्वं, पूर्णतया न दृष्टवन्तः. तत्र वदतु महोदय. इदानीं महोदयेन बहु सम्यक्तया बहु विस्तरेण पाठितवान् तत् स्थानिवद्भाव अनल्विधौ. तत् कारणात् प्रेरणार्थेन इच्छति अस्य किल. आम् आम् तस्मिन् प्रसङ्गे तत्कारणात् इदानीं तु किञ्चित् स्पष्टा अस्ति, अग्रे गत्वा न भवेत् तिलकराव् जी खलु जी तिलकराव् न न अस्माकं स्वरूप् महोदय स्वरूप् महोदय अस्तु. इदानीं तिलकराव् एतत् विषये पाठयति. अस्तु समीचीनम् अस्तु. सो अतः यदा वयं उक्तवन्तः तत्र स्थानिवद्भावः इत्येव एकः पाठः, अत्र किञ्चित् स्थूलरूपेण एव दत्तमस्ति. यद् अस्माकं विषयः अस्ति तदेव वयं स्वीकुर्मः. यदा पाठः आगच्छति तस्मिन् समये वयं पूर्णतया पश्यामः. स्थानिनः कः गुणधर्मः अस्ति, तद् यद् आदेशः तस्मिन् स्थाने आगच्छति तदपि स्वीकरोति, तद् गुणधर्मं तद् आदेशः अपि स्वीकरोति. यदा महोदय उक्तवान् धातोः स्थाने अन्य किमपि आगच्छति आदेशरूपेण आगच्छति चेत् तस्य धातोः स्वरूपम् एव तस्य तत्रापि आरोपितं भवति, गुणधर्मान् तत्र आरोपितं भवति, स्थानिवत् भवति इत्यस्य अर्थः तदेव. तस्य गुणधर्मः यद् स्थानिनः गुणधर्मः अस्ति तदेव तद् आदेशः अपि स्वीकरोति इति प्रथमभागः. यदा तत्रापि दलसार्थक्यम् अस्ति, स्थानिवत् आदेशो अनल्विधिः, यत्र अल्विधिः नास्ति तदेव अनल्विधिः. अल् इत्युक्ते वयं जानीमः सर्वे वर्णाः, प्रत्याहारः अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः. अनल् आश्रितगुणधर्माः इत्युक्ते तत्र एकमेव वर्णं न आश्रयति, तद् गुणधर्मान् एकमेव वर्णं न आश्रयति, अपि तु सम्पूर्ण शब्दरूपं तद् आश्रयति इत्येव तस्य किञ्चित् स्थूलरूपेण एव अहम् उक्तवती. तत्र यदा इवन् अस्माकं करपत्रे अपि यदा महोदयस्य करपत्रमस्ति तत्रापि स्थानिवद्भावः इति एकः पाठः अस्ति, अथवा अष्टाध्यायी .com मध्ये अपि बहूनि उदाहरणानि प्रदर्शितमस्ति, सरलरूपेण एव दत्तमस्ति. एकवारं पठतु, यदा पाठः आगच्छति इतोपि स्पष्टं भवति. तदेव अस्ति अत्र. अन्यद् उदाहरणं यदा महोदय प्रदर्शितवान् रामाय इति रूपं कथम् आगच्छति स्थानिवद्भावेन इति तत्र प्रदर्शितमस्ति. परन्तु इदानीम् अस्माकम् उदाहरणं यद् वयं 3 इत्यस्मिन् प्रसङ्गे स्थानिवद्भावः कथं कार्यं करोति इति इतोपि द्रष्टव्यं. वयं दृष्टवन्तः इदानीं पूर्वं तत्र यदा तत्र पुनः पुनः स्थानिवद्भावेन तिस्रु आदेशः पुनः पुनः आगच्छति चेदपि तत्र नामी इति अन्तरङ्गसूत्रं भवति, तद् त्रि चतुरो स्त्रियां तिसृ चतस्र इति बहिरङ्गसूत्रं भवति, अतः तत्र अन्तरङ्गसूत्रस्य एव कार्यं, परन्तु एकवारं स्थानिवद्भावेन पुनः यदा तिसृ इति आदेशः कुर्मः चेत् नामी इत्यस्य सूत्रस्य प्रसक्तिः न भवति, लक्ष्ये लक्षणन्यायेन तस्य प्रसक्तिः न भवति इति दृष्टवन्तः। पुनः तत्र न तिसृ चतस्र इत्यस्य व्यर्थता एव भवति, यदा नामी इत्यस्य प्रसक्तिः एव नास्ति न तिसृ चतस्र इत्यस्य निषेधं न दीर्घत्वस्य निषेधं तत् सूत्रं न करोति, अतः तस्य व्यर्थता भवति इति एतावता दृष्टवन्तः। पुनः तस्मिन् एव विषये आगच्छति। विजया भगिनी पठतु प्रकृते प्रकृत उदाहरणं। प्रकृते प्रकृते स्त्रिया इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति, त्रियोगः आम् त्रेस्त्रयः इत्यनेन आमी परे त्रयादेशः, त्रेययोगः आम् रस्वात् नद्योपो नुत् इत्यनेन रस्वात् अङ्गात् आम् प्रत्ययस्य नुत् आगमः, त्रेययोगः नाम नामी इत्यनेन अजन्त अङ्गस्य दीर्घ आदेशः भवति नाम प्रत्यये परे, त्रेयायोगः नाम। तत्र स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वे अर्थनिमित्तिकं स्त्रियाम् इति अस्ति, एतत् बहिरङ्गत्वात् त्रय आदेशः भवति, त्रियोगः आम् त्रेस्त्रयः इति सूत्रेण आमि परे त्रय आदेशः, तत्र त्रेययोगः आम् इति नुत् आगमः भवति तत्र, अतः तत्र नामी अपि सूत्रेण अङ्गस्य अजन्त अङ्गस्य दीर्घ आदेशः भवति त्रया इति आगच्छति, अनन्तरम् आम् इति योजनेन त्रयाणाम् इति आगच्छति, नामी इति सूत्रेण दीर्घत्वं भवति तत्र। अतः त्रयायोगः नाम् इति इदानीं स्थितिः, बहिरङ्गत्वात् तत्र अस्माकं तद् तिसृ त्रिचतुरो स्त्रियां तिसृ चतस्र इत्यस्य कार्यं न भवति, परन्तु त्रेस्त्रयः इत्यनेन यद् आदेशः भवति त्रियोगः आम्, अनन्तरं ह्रस्वनद्यापो नुट् इत्यनेन नुट्टागमः, नामी इत्यनेन दीर्घादेशः, अतः त्रयायोगः नाम् इति स्थितिः। अग्रे अपि पठतु भगिनि। भगिनि तत्र ह्रस्व नद्य आपः नद्यापो एतत् विषये नद्य आपः इति एतत् विषये नुट् आगमः भवति खलु भगिनि तत्र। आम् आम्। अधुना त्रयादेशस्य अनन्तरं त्रयायोगः नाम् इति स्थितौ स्थानिवत् भावेन तिसृ आदेशः इत्युक्तौ त्रय इति आदेशः त्रिशब्दः इव अस्ति, त्रियोगः नाम् एकदेशविकृतम् अनन्यवत् इति परिभाषा, एकदेशविकारः जातः चेदपि अनन्यवत् अन्यवत् न भवति, अनेन त्रय इत्यस्मिन् दीर्घ आदेशः भवति त्रया इति जातः चेदपि त्रयः इतिवत् त्रय इव भवति, अनेन त्रय आदेशः स्थानिवत् भावेन त्रियोगः नाम् इति स्थितिः। तत्र त्रय आदेशः दीर्घत्वं तत्र अनन्तरं त्रयायोगः नाम् इति स्थितौ तत्र त्रया इति त्रयः इति त्रयः अनन्तरं त्रिस्थाने एव त्रया इति दीर्घत्वं भवति स्थानिवत् भवति तत्र तिसृ तत्र आदेशः भवति इत्युक्ते त्रय इति आदेशः पूर्वशब्दः त्रि एव अस्ति स्त्रीयोगः नाम् इति स्थितिः आगच्छति तत्र. अनन्तरम् एकदेशविकृतम् एकदेश एव तत्र परिवर्तनम् इति स्वीकुर्मः चेत् तत्र त्रयः इति त्रया इति भवति. एतत् त्रयदेशविकृतम् अनन्यवत् इति परिभाषासूत्रमस्ति. एकदेश एव विकारः, विकारः इत्युक्ते परिमाण परिवर्तनं जातः चेदपि अनन्यवत् अन्यवत् न भवति. एतत् किं सूचयति भगिनि? अनन्यवत् अन्यवत् अन्यवत् न भवति. अनन्यवत् इत्युक्ते अन्य अन्य इव न भवति इति अस्माकं वर्गे सर्वदा अस्माकं वर्गे सर्वदा महोदयः एतद् उदाहरणं प्रदर्शयति एकदेशविकृतम् अनन्यवत् इत्यस्मिन् विषये. यदा अस्माकं कुक्कुरः अस्ति किल, कुक्कुरस्य पुञ्चः अस्ति, यदा पुञ्चस्य किमपि भवति तस्य तुटनं भग्नं जातं चेदपि कुक्कुरः कुक्कुरः एव, तद् किमपि अन्यपशु न भवति किल. तादृशमेव एकदेशविकृतम् अनन्यवत् इत्युक्ते एकदेश एकस्मिन् स्थले किमपि विकृतं किमपि कार्यं परिवर्तनं भवति चेदपि तस्य मूलरूपं तादृशमेव तिष्ठति, किमपि तस्य परिवर्तनं न भवति. यदापि न भवति यदा अत्र त्रय इति आदेशः चेदपि तत् त्रि इव भवति एकदेशविकृतम् अनन्यवत् इत्यनेन परिभाषया तद् त्रि इव भवति. अतः अस्माकं अत्र एकदेश नास्ति खलु विकृति. अत्र पश्यतु त्रि इति त्रय अनन्तरं त्रया इति अभवत् खलु विकृति नामी सूत्रे स्थलद्वये विकृतिः अभवत् खलु त्रि इत्यस्य अत्र त्रया इति अस्ति खलु. न न परन्तु तद् त्रय इति यत् आदेशः भवति तद् त्रि एव दृश्यते तदानीमपि तदेव तस्य तत्र एव तर्कः आरम्भः किल महोदय, कथं तादृशं दृश्यते इति. अपि च एकदेशविकृतं यथा वदामः तत्र लिटरलि एकदेश न स्वीकुर्मः. समीचीनम्. आम् त्रयाणां परन्तु अत्र इदानीं स्थितिः अस्ति त्रयाणाम् इति अस्ति खलु, अतः अहं चिन्तितवान् त्रि इति त्रयाणाम् इति भवेत्. परन्तु त्रयाणां यथा भवति त्रययोगनां तत्र नाम इत्यस्य सूत्रस्य प्रसक्ति त्रयाणां तदनन्तरमेव खलु तिस्र. तदापि तत्र त्रि इति मूलरूपं तिष्ठति एव इति वदति एकदेशविकृतम् अनन्यवत् इत्यनेन. वदतु भगिनि. त्रिस्थाने तिसृ इति आदेशस्य न भवति न स्थानिवत् भवति स्थानिवत् त्रिस्थाने तिसृ आदेशः न भवति इति इस् इट् प्रथमं यदा भवति तत्तु एक्स्प्लेन् किल प्रथमपरिच्छेदे. यदा भवति चेत् किं भवति तत्र व्यर्थता भवति न तिसृ चतस्रु इत्यस्य व्यर्थता भवति इति तदेव विषयः. यद् प्रथमपरिच्छेदे अस्ति तदेव पुनः उक्तमस्ति तदेव पुनः तत्र लक्षणलक्ष्यन्यायं सर्वं योजयित्वा पुनः तदेव विषयं यद् प्रथमपरिच्छेदे स्थूलरूपेण उक्तमस्ति तदेव विस्तृतरूपेण इदानीम् आगच्छति. तावदेव पुनः नूतनविषयः किमपि नास्ति, समानविषयः एव. अत्र इति एकदेशविकृतम् अनन्यत्व इति सूत्रेण त्रय त्रया इति आदेशः भवति, त्रया इति आदेशः भवति इति त्रिशब्दः एव अस्ति, तिसृशब्दः नास्ति, तिसृ नास्ति, त्रय इव एव भवति भवति एतदेव इति तिसृ तत्र आदेशस्य स्वभावः अस्ति, परन्तु तत्र न आगच्छति. I have that doubt because so that point they are just it is being confirmed, isn't it? By this sutra ekadesha vikrutam anantat, by this sutra a sutra na only tri shabdah eva asti traya adeshah iti chet tishru iti we should not take it as tishru, isn't it? No bhagini tadrisham atra prat एकदेशविकृतम् अनन्यवत् इति एकः परिभाषा एका परिभाषा अस्ति. तद् किं वदति इत्युक्ते एकदेशविकारः भवति चेदपि तद् अन्यवत् न भवति, तस्य मूलरूपम् एव तिष्ठति इत्येव वदति. अतः त्रियोगः नाम इति स्थितिः. तिसृ कदा आगच्छति इति अग्रिमपरिच्छेदे दत्तमस्ति. इदानीं पर्यन्तं त्रियोगः नाम एव, प्रथमपरिच्छेदे त्रयायोगः नाम साधितवन्तः. त्रयायोगः नाम इति स्थितौ अपि एकदेशविकृतम् अनन्यवत् इति परिभाषया मूलरूपं किं? त्रया इत्यस्य मूलरूपं किं? त्रियोगः अस्ति. इदानीं पर्यन्तं त्रि एव अस्ति. किम् अग्रिमपरिच्छेदः भवति एव पठतु. तस्माच्च त्रिचतुरस्त्रियां तिसृचतुरस्रु इति अस्य प्रसक्तिः. तिसृयोगः नाम तदा नामि इत्यनेन अजन्ताङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे. अस्यां स्थितौ न तिसृचतुरस्रु इति दीर्घबाधकसूत्रस्य अवसरः स्यात्. अनेन अस्य सूत्रस्य व्यर्थता वारिता. तस्माच्च त्रिचतुरस्त्रियां तिसृचतुरस्रु इति अस्य प्रसक्तिः. ओके, त्रिशब्दं ओके. तिसृयोगः नाम तदा नामि इत्यनेन अजन्ताङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे. अस्यां स्थितौ न तिसृचतुरस्रु इति दीर्घबाधकसूत्रस्य अवसरः स्यात्. भगिनि अत्र एकवारं कृता अस्माभिः कृतं खलु नामी इत्यस्य सूत्रस्य कार्यं. तदेव महोदय, तदेव अहम् उक्तवती. प्रथमपरिच्छेदः स्थूलरूपेण अस्ति, इदानीं तदेव विस्तृतरूपेण अस्ति. तदेव अहम् उक्तवती. भवान् अस्माकं न्यायशास्त्रवर्गे अस्ति वा? तत्र एतदेव कुर्मः किल. तदेव पुनः एकवारम् एकं स्थापयामः, अनन्तरं तस्य अनालिसिस् कुर्मः किल, कथं भवति न भवति इति तर्कः इति उक्तवती किल. तदेव, परन्तु वयं जानीमः पूर्वमेव एतत् सर्वं न भवति इति. तदेव, तद् प्रूव् करणीयम्. एता जस्ट् लैक् दट् न भवति इति न वक्तुं शक्नुमः किल. किमर्थं न भवति? अतः तस्य निरूपणं तदेव अस्ति. इदानीं वदतु भगिनि, इदानीम् अस्माकं स्थितिः अस्ति त्रियोगः नाम इति. तत्र किं भवति? तिसृ इति स्त्रियां. समीचीनम्. अनन्तरं किं भवति? अनन्तरं दीर्घः नामी इति सूत्रम् आगच्छति, परन्तु न तिसृ चतुरस्रु इति निषेधकसूत्रमस्ति. अस्य सूत्रेण दीर्घं न भवति, दीर्घं न भवति. अतः तस्य कार्यमपि भवति. अस्य सूत्रस्य व्यर्थता वारिता इत्युक्ते किं भगिनि? वारिता just to avoid the nivarita, tasya nivaranam. निवारणं भवति. अतः इदानीं न चित्रसृ चतसृ इत्यस्य व्यर्थता न भवति इति तादृशं निर्णयं कृतवन्तः. इदानीं पुनः परन्तु इति पठतु, अनन्तरं समापयामः. परन्तु परन्तु अर्थनिमित्तिकत्वं स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेशः अपि अन्तरङ्गम्. यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति, अतः त्रयायोगः नाम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्येन दीर्घादेशः न भवति. लक्ष्ये लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति, नाम एकवारमेव भवति. अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थले दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न तिसृ चतुसृ इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य च निवारणार्थम् अर्थनिमित्तिकत्वं न स्वीक्रियते. अर्थनिमित्तिकत्वं न स्वीक्रियते इति वदामः. अर्थनिमित्तिकत्वं स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति. अन्तरङ्गम् अस्ति चेत् त्रयादेशः भवति, तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामि इति दीर्घादेशः अपि अन्तरङ्गं भवति, नामि इति सूत्रम्. तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति. त्रयस्त्रयोः इति सूत्रस्य प्रसक्ति अर्थनिमित्तिकं नास्ति, अतः त्रयायोगः नाम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति. तिसृ इति स्थानिवद्भावेन तिसृ आदेशः भवति चेदपि दीर्घं न भवति, लक्ष्ये लक्षणन्यायेन दीर्घं न भवति. लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये एकस्मिन् स्थाने, लक्ष्ये मीन्स् लक्ष्ये अर्थः स्थाने, लक्षणं नाम सूत्रम्, एकस्मिन् स्थाने लक्षणसूत्रं लक्षणं नाम सूत्रं सकृदेव भवति, एकवारमेव भवति. अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थले दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न तिसृ चतुसृ इति दीर्घनिषेधसूत्रस्य व्यर्थं भवति. अस्य निवारणार्थम् अर्थनिमित्तिकत्वं न स्वीक्रियते. केन सूत्रेण दीर्घादेशः भगिनि पुनः? नामि नामि इति तदेव पुनः यद् उक्तं तदेव पुनः. अतः अर्थनिमित्तिकत्वं वयं न स्वीकुर्मः. किमर्थं न स्वीकुर्मः इत्येव 1, 2, 3, 4 परिच्छेदचतुष्टये विस्तृतरूपेण दत्तमस्ति. यद् प्रथमपरिच्छेदे अस्मिन् मम करपत्रे अष्टमपुटसङ्ख्या तत्र प्रथमपरिच्छेदे यद् दत्तमस्ति स्थानिवद्भावः इत्यस्मिन् पृष्ठात् पूर्वं यद् दत्तमस्ति तदेव पुनः अत्र पूर्णतया निरूपितमस्ति. किमर्थं न स्वीकुर्मः इत्येव. अवगतं वा? अन्तिमे यद्यपि स्वीकुर्मः चेदपि नास्ति चेत् नास्ति चतुर्थी चतुसूत्रस्य व्यर्थत्वं भवति. आम् भवति एव. किमर्थम् इत्युक्ते तत् पुनः पुनः आगन्तुं न शक्नोति. एकवारं तस्य सूत्रम् आगत्य कार्यं करोति चेत् तस्मिन्नेव स्थले भिन्नस्थले आगन्तुं शक्नुमः. यदा वयं सन्धिसूत्रं पश्यामः भिन्नस्थले एकमेव सूत्रम् आगत्य कार्यं करोति, परन्तु अस्मिन्नेव एकस्मिन्नेव स्थले पुनः पुनः सूत्रम् आगत्य कार्यं न करोति, लक्ष्ये लक्षणन्यायेन तस्य कार्यं न भवति इति कृत्वा तद् न तिसृचतस्र इति सूत्रं दीर्घनिषेधकसूत्रस्य व्यर्थता भवति इति कारणेन अर्थनिमित्तिकत्वं न स्वीकुर्मः. तत्र नूतनविषयं, तत्र नूतनविषयं लक्ष्ये लक्षणन्यायेन एव एकवारं सकृत् एव करणीयम् इति, परन्तु सर्वं रिपिटेशन् एव. आं सर्वं रिपिटेशन् एव. एकदेशविकृतम् अनन्यवत् अति इति अपि परिभाषा, नूतना परिभाषा. एकदेशविकारः अस्ति चेदपि तस्य स्वभावः तादृशमेव, मूलरूपमेव तिष्ठति. तस्य विकारः यद्यपि तस्य विकारः जातः तदापि मूलरूपं तिष्ठति एव इति. स्पष्टं वा? इदानीं पर्यन्तं वयं यद् पूर्वं स्वीकृतवन्तः सिवुर्योगः न इत्यस्य निर्णयं न साधितवन्तः, तस्य अन्तिमरूपं किं कथम् आगच्छति इति इदानीं पर्यन्तं न अद्य न साधितवन्तः. तद् अग्रिमसप्ताहे द्रक्ष्यामः. अतः एतदेव किञ्चित् कष्टकरमस्ति, एतद् अन्तरङ्गं बहिरङ्गं. अनन्तरं वयं पूर्वत्र सिद्धं, वयं पूर्वमेव जानीमः, अतः तत्र सरलमेव भवति. एतत् पठनार्थमेव तस्य वयं बहुवारं न उपयोगं कृतवन्तः, किञ्चित् जानीमः तावदेव. शब्दनिमित्तत्वम् एव स्वीक्रियते इति. तदेव अस्तु. धन्यवादः. धन्यवादः. शुभदिनः.